ननु संन्यासकर्मयोगशब्देन प्रस्तुत्य साङ्ख्ययोगयोः फलैकत्वं कथम् इह अप्रकृतं ब्रवीति नैष दोषः यद्यपि अर्जुनेन संन्यासं कर्मयोगं च केवलमभिप्रीत्य प्रश्नकृतः भगवांस्तु तदपरित्यागेनैव स्वाभिप्रेतं च विशेषं संयोज्य शब्दान्तरवाच्यतया प्रतिवचनं ददौ साङ्ख्ययोगमिति तौवेव संन्यासकर्मयोगौ ज्ञानतदुपाय समबुद्धित्वादि संयुक्तौ साङ्ख्ययोगशब्दवाच्यौ इति भगवतो मतम् अतः न अप्रकृतप्रक्रिया इति एकस्यापि सम्यक् अनुष्ठानात् कथम् उभयोः फलं विन्दते इति उच्यते यत्साङ्ख्यै प्राप्यते स्थानं तद्योगैरपि गम्यते एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति यत्साङ्ख्यैः ज्ञाननिष्ठैः संन्यासिभिः प्राप्यते स्थानं मोक्षाख्यं तद्योगैरपि ज्ञानप्राप्त्युपायत्वेन ईश्वरे समर्प्य कर्माणि आत्मनः फलम् अनभिसन्धाय अनुतिष्ठन्ति एते योगाः योगिनः तैरपि परमार्थज्ञानसंन्यासप्राप्तिद्वारेण गम्यते इत्यभिप्राय अतः एकं साङ्ख्यं च योगं च यः पश्यति फलैकत्वा स पश्यति सम्यक् पश्यति इत्यर्थः एवं तर्हि योगासंन्यासे एव विशिष्यते कथं तर्हि इदमुक्तं तयोस्तु कर्मसंन्यासकर्मयोगो विशिष्यते इति शृणु तत्र कारणं त्वया पृष्टं केवलं कर्मसंन्यासं कर्मयोगं च अभिप्रेत्य तयोः अन्यतरः कश्रेयानिति तदनुरूपं प्रतिवचनं मया उक्तं कर्मसंन्यासात् कर्मयोगः विशिष्यते इति ज्ञानम् अनपेक्ष ज्ञानापेक्षस्तु संन्यासः साङ्ख्यमिति मया अभिप्रेतः परमार्थयोगश्च स एव यस्तु कर्मयोगः वैदिकः स च तादर्थ्यात् योगः संन्यासः इति च उपचर्यते कथं तादर्थ्यम् इति उच्यते संन्यासस्तु मा बाहो दुःखमाप्तुमयोगतः योगयुक्तो मयिर्ब्रह्म न चिरेणाधिगच्छति संन्यासस्तु पारमार्थिकः हे महाबाहो दुःखम् आप्तुं प्राप्तुम् अयोगतः योगेन विना योगयुक्तः वैदिकेन कर्मयोगेन ईश्वरसमर्पितरूपेण फलनिरपेक्षेण युक्तः मुनिः मनन ईश्वरस्वरूपस्य मुनिः ब्रह्म परमात्मज्ञाननिष्ठालक्षणत्वात् प्रकृतः संन्यासः ब्रह्म उच्यते न्यास इति ब्रह्म ब्रह्म हि परः इति श्रुतेः ब्रह्म परमार्थसंन्यासं परमार्थज्ञाननिष्ठालक्षणं न चिरेण क्षिप्रमेव अधिगच्छति प्राप्नोति अतः मया उक्तं कर्मयोगो विशिष्यते इति यदा पुनः अयं सम्यग्ज्ञानप्राप्तिपायत्वेन योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते योगेन युक्तः योगयुक्तः विशुद्धात्मा विशुद्धसत्त्वः विजितात्मा विजितदेहः जितेन्द्रियश्च सर्वभूतात्मभूतात्मा सर्वेषां ब्रह्मादीनां स्तम्भपर्यन्तानां भूतानाम् आत्मभूतः आत्मा प्रत्यक्चेतनो यस्य सः सर्वभूतात्मभूतात्मा सम्यग्दर्शी इत्यर्थः स तत्रैवं वर्तमानः लोकसङ्ग्रहाय कर्म कुर्वन्नपि न लिप्यते न कर्मभिः बध्यते इत्यर्थः न च असौ परमार्थतः करोति इत्यतः नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन्नपि इन्द्रियाणीन्द्रियार्थेषु वर्तन्ते इति धारयन् नैव किञ्चित् करोमीति युक्तः समाहितः सन् मन्येत चिन्तयि तत्त्ववित् आत्मनो याथात्म्यं तत्त्वं वेत्ति इति तत्त्ववित् परमार्थदर्शी इत्यर्थः कदा कथं वा तत्त्वम् अवधारयन् मन्येत इति उच्यते पश्यन् इति मन्येत इति पूर्वेण सम्बन्धः यस्य एवं तत्त्वविदः सर्वकार्यकरणचेष्टाकर्मसु अकर्म एव पश्यतः सम्यक् दर्शिनः तस्य सर्वकर्मसन्न्यासे एव अधिकारः कर्मणः अभावदर्शनः न हि मृगतृष्णिकायाम् उदकबुद्ध्या पानाय प्रवृत्तः उदक अभावज्ञानेऽपि तत्रैव पानप्रयोजनाय प्रवर्तते यस्तु पुनः अतत्त्ववि प्रवृत्तश्च कर्मयोगी ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः लिप्यतेन स पापेन पद्मपत्रमिवाम्भस ब्रह्मणि ईश्वरे आधाय निक्षिप्य तदर्थं कर्म करोमि इति भृत्यैव स्वाम्यर्थं सर्वाणि कर्माणि मोक्षेऽपि फले सङ्गं त्यक्त्वा करोति यः सर्वकर्माणि लिप्यते न स पापेन न सम्बध्यते पद्मपत्रमिव अम्बसा उदकेन केवलं सत्त्वशुद्धिमात्रमेव फलं तस्य कर्मणस्य यस्मान् कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये कायेन देहेन मनसा बुद्ध्या च केवलैः ममत्ववर्जितैः ईश्वरायैव कर्म करोमि न मम फलाय इति ममत्वबुद्धिशून्यैः इन्द्रियैरपि केवलशब्दः कायादिभिरपि प्रत्येकं सम्बध्यते सर्वव्यापारेषु ममतावर्जनाय योगिनः कर्मिणः कर्म कुर्वन्ति सङ्गं त्यक्त्वा फलविषयम् आत्मशुद्धिः सत्त्वशुद्धिः इत्यर्थः तस्मात् तत्रैव तव अधिकारः इति कुरुकर्म एव यस्माच्च युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्टिकीम् अयुक्तः कामकारेण फले सक्तो निबध्यते युक्तः ईश्वराय कर्माणि करोमि न मम फलाय इत्येवं समाहितः सन् कर्मफलं त्यक्त्वा परित्यज्य शान्तिं मोक्षाख्याम् आप्नोति नैष्टिकीं निष्ठायां भवान् सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसन्न्यासज्ञाननिष्ठाक्रमेण इति वाक्येज यस्तु पुनः अयुक्तः असमाहितः कामकारेण करणं कारः कामस्य कारः कामकारः तेन कामकारेण कामप्रेरिततया इत्यर्थः मम फला इदं करोमि कर्म इत्यं फले सक्तः निबध्यते अतः त्वं युक्तो भव इत्यर्थः यस्तु परमार्थदर्शी सः सर्वकर्माणि मनस संयस्यास्ते सुखं वशी नवद्वारे पुरे देहि नैव कुर्वन्न कारयन् सर्वाणि कर्माणि सर्वकर्माणि सन्न्यस्य परित्यज्य नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं च तानि सर्वाणि कर्माणि मनसः विवेकबुद्ध्या कर्मादौ अकर्मसन्दर्शनेन सन्त्यज्य इत्यर्थः आस्ते तिष्ठति सुखं त्यक्तवाङ्मनःकायचेष्टः निरायासः प्रसन्नचित्तः आत्मनः अन्यत्र निवृत्तसर्वबाह्यप्रयोजनः इति सुखम् अस्ति इत्युच्यते वशि जितेन्द्रियः इत्यर्थः क्व कथम् अस्ति इति आह नवद्वारे पुरे सप्तशीर्षण्यानि आत्मनः उपलब्धिद्वाराणि अर्वाक् द्वे मूत्रपुरीषविसर्गार्थे तैः द्वारैः नवद्वारं पुरम् उच्यते शरीरं पुरमेव पुरम् आत्मैकस्वामिकम् तदर्थप्रयोजनैश्च इन्द्रियमनोबुद्धिविषयैः अनेकफलविज्ञानस्य उत्पादकैः पौरैरिव अधिष्ठितम् तस्मिन्नवद्वारे पुरे देहि सर्वं कर्म सन्न्यस्य अस्ति किं विशेषणेन सर्वो हि देहि सन्न्यासी असन्न्यासी व देहे एव अस्ति तत्र अनर्थकं विशेषणमिति उच्यते यस्तु अज्ञः देहि देहेन्द्रियसङ्गातमात्रात्मदर्शी स सर्वोऽपि गेहे भूमौ आसनैव आसे इति मन्यते न नहि देहमात्रात्मदर्शिनः गेहे इव देहे आस इति प्रत्ययः सम्भवति. देहादिसङ्गातव्यतिरिक्तात्मदर्शिनस्तु देहे आस इति प्रत्ययः भवति. परकर्मणां च परस्मिन्नात्मनि अविद्यया अध्यारोपितानां विद्यया विवेकज्ञानेन मनसा सन्न्यासः उपपद्यते. उत्पन्नविवेकज्ञानस्य सर्वकर्मसन्न्यासिनोऽपि गेहे इव देहे एव नवद्वारे पुरे आसनं प्रारब्धफलकर्मसंस्कारशेषानुवृत्य देह एव विशेषविज्ञानोत्पत्ते. देहे एव आस्ते इति अस्त्येव विशेषणफलं विद्वद् अविद्वत्प्रत्ययभेदापेक्षत्व. यद्यपि कार्यकरणकर्माणि अविद्यया आत्मनि अध्यारोपितानि सन्न्यस्यास्ते इत्युक्तं, तथापि आत्मसमवायितो कर्तृत्वं कार्यतृत्वं च स्यादिति आशङ्क्याः नैव कुर्वन् स्वयं न च कार्यकरणानि कारयन् क्रियासु प्रवर्तयन्. किं यत्तत् कर्तृत्वं कार्यतृत्वं च देहिना स्वात्मसमवायि सतु सन्न्यासात् न सम्भवति. यथा गच्छतो गतिः गमनव्यापारप्रीत्यागि न स्यात् तद्वत् किं वा स्वत एव आत्मनः नास्ति इति अत्र उच्यते. न अस्ति आत्मनः स्वतः कर्तृत्वं कार्यतृत्वं च, उक्तं हि अविकार्योऽयमुच्यते, शरीरस्थोऽपि न करोति न लिप्यते इति. ध्यायति वा लीला इति वा इति श्रुतेः. किञ्च न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः, न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते. न कर्तृत्वं स्वतः कुरु इति नापि कर्माणि रथघटप्रासादादीनि ईप्सिततमानि लोकस्य सृजति उत्पादयति प्रभुः आत्मा. नापि रथानि कृतवतः तत्फलेन संयोगं न कर्मफलसंयोगम्. यदि किञ्चिदपि स्वतः न करोति न कारयति च देहि, कस्तर्हि कुर्वन् कार्यंश्च प्रवर्तते इति उच्यते. स्वभावस्तु स्वभावः स्वभावः अविद्यालक्षणा प्रकृतिः माया प्रवर्तते दैवीः इत्यादिना मुख्यमाणः.